अद्यतनचिन्तनस्य विषयः अस्ति विशेषः समवा इति. एतस्मात् पूर्वं वयं परापरं च इति सामान्यद्वयं द्विविधम् इति दृष्टवन्तः पूर्वतने वर्गे. तत्र सामान्यं नाम जातिः, पराजातिः अपराजातिः इति जातिद्वयं वर्तते. याः गुणानि सन्ति अपरस्य अपेक्षया, सा जाति अपरा जाति इत्युक्ते पृथिव्यां पृथिवीत्वम् अस्ति, द्रव्ये द्रव्यत्वम् अस्ति इति दर्शितमासीत्. पृथिवीत्वं तु केवलं पृथिव्याम् एव वर्तते, किन्तु द्रव्यत्वं द्रव्ये वर्तते, पृथिव्यं वर्तते जले वर्तते, सर्वेषु द्रव्येषु वर्तते. अनयोः मध्ये पृथिवीत्वम् इति अपरा जातिः, द्रव्यत्वम् इति पराजातिः. पराजातेः अधिकरणानि अधिकानि अपरा जातेः अपेक्षया इति पूर्वतनपाठः आसीत्. गते शनिवासरे विशेषः इत्यस्मादारभ्य अस्माकं अध्ययनम् आसीत्. तर्हि ततः पठामः पृष्ठसङ्ख्या 12, तत्र पश्यन्तु कृपया. नमस्ते जयन्ति जयन्ति जयन्ति भगिनि, नमस्कारः. आरम्भं कृतवन्तः विशेषः इत्यस्य चिन्तनं भवति अद्य, विशेषः समवायः. अस्तु, तर्हि नीता भगिनी पठति वा? आम्. नित्यद्रव्यवृत्तयो विशेषत्वन. एकनिमिष भगिनि, जयन्ती भगिनी पृष्ठसङ्ख्या 12. आं, धन्यवादः भगिनि. नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव इति विशेषः निरूपितः. गुणकर्मणोः निरूपणावसरे पौर्वापर्यविचारे कर्म केचन आचार्याः न अङ्गीकुर्वन्ति इति युक्तम्. विशेषविषये इत्थं वक्तव्यम्, अयं वैशेषिकैः एव अङ्गीक्रियते, नैयायिकैः च अनुमन्यते. अन्येषु शास्त्रेषु तस्य खण्डनमेव अस्ति. एवं विधोऽयं विशेषपदार्थः इति सर्वजनसिद्धजातिपदार्थानन्तरं निरूपितः. अस्तु भगिनि, इदानीं वाक्यशः पठित्वा गच्छामः. कस्मिन् पुटे स्मः? 12, पेज् नम्बर् 12. धन्यवादः. अस्तु नीता भगिनि पठतु इदानीं. नित्यद्रव्यवृत्तयोः विशेषास्त्वनन्ता एव इति विशेषस्य परिभाषा दीयते अत्र. केन आगतम् इदानीं? माला अस्मि. पुनरेव अहं आगतवान्, कर्तितम् अभवत् मम. अस्तु, तर्हि नीता भगिनी, शिल्पा भगिनी, जयन्ती भगिनी, श्रीकृष्णः, माला भगिनी. अस्तु, पृष्ठसङ्ख्या 12 भगिनी. नीता भगिनी वदति वा किञ्चित्? हा, अस्तु. नित्यद्रव्यवृत्तयोः विशेषास्तु अनन्ताः एव इति विशेषः निरूपितः. पूर्वं गुणकर्मणोः गुणकर्मणोः चर्चायां पौर्वापर्यविचारे कर्म केचन आचार्यः न अङ्गीकुर्वन्ति इति वयं दृष्टवन्तः. यदा वयं द्रव्यम् इति निरूप्य अनन्तरं गुणस्य निरूपणम् अभवत्, तदनन्तरं कर्म इति यदा वयं चर्चितवन्तः, तदा कर्म इति कश्चन पदार्थः अस्ति इति सर्वैः आचार्यैः न अङ्गीकृतम् आसीत्. किन्तु विशेषस्य विषये तथा नास्ति, वैशेषिकैः एव अङ्गीक्रियते, नैयायिकैः अनुमन्यते. अवगच्छति वा? नीता भगिनी, नैयायिकैः इत्युक्ते किम्? न्यायशास्त्रज्ञैः. अस्तु, तत्र पुटस्य अधोभागे वन् इति कृत्वा संख्या दत्वा किञ्चित् वर्तते खलु, तत् पठतु भगिनि, नीता भगिनि. कनादः वैशेषिकशास्त्रप्रणेता आचार्यः. तत् प्रणीतं वैशेषिकशास्त्रं गौतमप्रणीतं न्यायशास्त्रं च सम्मील्य न्यायशास्त्रपाठनं प्रवर्तते. अवगतं वा जयन्ती भगिनी? तत्र अधस्तनभागे तत्र गौतम इति एव मन्ये, तत्र सामान्यरीत्या भ्रमः वर्तते बहूनां जनानां, गौतम वा गौतम वा इति. न्यायशास्त्रप्रवर्तकः तु गौतम एव इति मम ज्ञानं, गौतमः तु गौतमस्य पुत्रः प्रायः. आमां, तर्हि मुख्यांशः अयमस्ति, नायायिकाः कः इति पृष्टवती किल जयन्ती भगिनी. आम् आम्. गौतमः इति न्यायशास्त्रस्य संस्थापकः, कणादः वैशेषिक इति शास्त्रस्य संस्थापकः. ये न्यायशास्त्रं जानन्ति तस्य उपरि टीकां वा लिखन्ति अथवा संशोधनं वा कुर्वन्ति ते न्यायायिकाः इति वक्तुं शक्नुमः इति मन्यते. आम् आम्. तत्र मया किञ्चित् विशदीक्रियते. सामान्यरीत्या शास्त्रेषु यत्किमपि शास्त्रं स्वीकुर्मः, न्यायशास्त्रं भवतु, वैशेषिकशास्त्रं भवतु, योगसाङ्ख्य पूर्वमीमांसा उत्तरमीमांसादि आदीनि शास्त्राणि, तत्र सर्वेषु शास्त्रेषु प्रथमतया आदिमः कश्चन जनः सूत्राणि लिखति. इदानीं न्यायशास्त्रसूत्राणि गौतमेन लिखितानि, तथैव वैशेषिकशास्त्रसूत्राणि कणादेन लिखितानि. पूर्वमीमांसा उत्तरमीमांसासूत्राणां विषये तु अस्माकं ज्ञानं स्यात्, जैमिनी बादरायणश्च तेषां सूत्राणां लेखकौ. तर्हि योगशास्त्रस्य पतञ्जलिः. आमां, साङ्ख्यस्य कपिलः, योगस्य पतञ्जलिः इति. तर्हि तत्र सूत्राणाम् एव विषये गौतमस्य प्रणेतृत्वम् उक्तमस्ति. अस्तु, तर्हि अन्येषु शास्त्रेषु तस्य खण्डनमेव अस्ति. एवं विधोऽयं विशेषपदार्थः इति सर्वजनसिद्धजातिपदार्थानन्तरं निरूपितः. अन्येषु शास्त्रेषु तस्य खण्डनमेव अस्ति इति विशेषस्य विषये वदन्तः सन्ति इति मन्ये, किन्तु तद्भवतु, किन्तु वैशेषिकैः नायायिकैः अपि विशेषः इति पदार्थः अङ्गीक्रियते. तदर्थं गुणकर्मणोः यादृशी विवादः आसीत् तथा यादृशः विवादः आसीत् तादृशविवादः अत्र नास्ति. एवं विधोऽयं विशेषपदार्थः सर्वजनसिद्धजातिपदार्थानन्तरं, जातिः इत्यस्य चर्चानन्तरं विशेषः इत्यस्य चर्चा भवति अधुना इति निरूपितः अस्ति अत्र. अवगतं वा? अग्रे गच्छामः किम्? अस्तु, शिल्पा भगिनी पठति वा? अस्तु. The notice basically says that experts are people who, experts discussed this among themselves and created the categories. Is that what it's saying? Can you hear me? Amam, shrunomi. Yada guna karmanoho nirupanam asit. Smaratiwa. कर्म इति पदार्थः इति न सर्वैः अङ्गीक्रियते. नाट् आल् स्कालर्स् हेड् एक्सेप्टेड्. सो दट् इस् जस्ट् अ पायिण्ट् मेड् हियर्. किन्तु विशेषः इति पदार्थः वैशेषिकैः अपि च न्यायिकैः अनुमन्यते. किन्तु सर्वे चिन्तयन्ति यत् विशेषः पदार्थः अस्ति. सत्यम्. ओ, धन्यवादः. तावत् रक्षे, तत्र मम कश्चन भ्रमः वर्तते. प्रथमं तु केचन आचार्यः नाङ्गीकुर्वन्ति इति कर्मणः विषये वचनं दत्तम्. अनन्तर्ये विशेषविषये इत्थं वक्तव्यम्, अयं वैशेषिकैः एव अङ्गीक्रियते, नैयायिकैः च अनुमन्यते इति उक्तं किल. तर्हि तयोः मध्ये का भिन्नता? तत्रापि अन्येषु शास्त्रेषु तस्य खण्डनमेव अस्ति इति दत्तं. तर्हि अन्ये शास्त्र कर्तारः अपि विशेषं नाङ्गीकुर्वन्ति इत्येव अभिप्रेतं किल. तर्हि तत्र किमर्थं पृथक्त्वं पृथक्त्वेन दत्तम् इति न अवगतं मया. गुणकर्मणोः निरूपणावसरे पूर्वापरे विचारे कर्म केचन आचार्याः नाङ्गीकुर्वन्ति इति उक्तम्. अत्रापि अन्येषु शास्त्रेषु तस्य खण्डनमेव अस्ति इति केवलं न्यायवैशेषिक जनानां विषये अङ्गीकारम् उक्तम्. तर्हि किमर्थं तथा दत्तम् इति न अवगतं मया. खण्डनम् इत्युक्ते अङ्गीकरणं इति खलु? न, तथा न आवश्यकं किल. किमर्थमित्युक्ते खण्डनार्थम् इदानीं काकः कृष्णः इति वदामः. काकः कृष्णः इति अहं यदि न अङ्गीकरोमि तदेव तस्य खण्डनं करोमि. यदा यदि मया स विषयः अङ्गीक्रियते तर्हि तस्य तत्र खण्डनस्य विषयः खण्डनस्य प्रसक्तिः एव न जायते किल. अस्तु अस्तु. तर्हि न अवगतं स्पष्टतया किमर्थं तथा उक्तं तत्र इति. प्रायः कक्षायां अस्य चर्चा भूता इति भावयामि. मया तु कक्षा न आगता. नमस्कारः. नमस्कारः. भवती निर्गतवती आसीत् वा रक्षे? किं न भवत्याः दूरवाणी? मम सम्पर्कः कर्तितः. तर्हि किं वदन् आसीत्? भवान् सर्वे सन्ति खलु इदानीम्? आं, सर्वे स्युः इति भावयामि. मम विचारः एवमासीत्. अहं वदन्ती आसम् यदा अहं गतवती. अयं वैशेषिकैः इत्युक्ते विशेषः इति पदार्थः वैशेषिकैः अङ्गीक्रियते, न्यायिकैः च अनुमन्यते. सत्यम्. अनन्तरं वदन्ति अन्येषु शास्त्रेषु तस्य खण्डनमेव अस्ति विषयज्ञापार्थम् एव इति चिन्तयामि, न किमपि उद्देशः इति मम चिन्तनम्. न न न, सविषयः अवगतः. इत्युक्ते विशेष विशेषनाम यो विषयो वर्तते स विषयः केवलं वैशेषिकैः नैयायिकैः च अङ्गीक्रियते इति. अङ्गीकारं वा अनुमननं वा किमपि भवतु, किन्तु गुणकर्मणां विषये अपि तादृशमेव किञ्चन वाक्यं स्थापितं दत्तम् इति भावयामि. किमर्थम् इत्युक्ते तत्रापि पौर्वापरि विचारे कर्म केचन आचार्याः नाङ्गीकुर्वन्ति इत्युक्तम्. एकनिमिषः. वयं पुस्तकं प्रारम्भतः पठामश्चेत् प्रथमं द्रव्यम् इत्युक्ते किम् इत्यस्य निर्देशनम् आसीत्. तदनन्तरं गुणः कः इत्यस्य निर्देशनम् आसीत्. तद् गुणस्य अनन्तरं कर्म इत्युक्ते किम् इत्यस्य आसीत्। किमर्थं तथा इत्युक्ते केचन दार्शनिकाः कर्म इति पदार्थः नास्ति इति वदन्ति, तदर्थं तस्य क्रमे एव विवादः। तर्हि तथैव अत्र विप्रतिपत्तिर्नास्ति, इत्युक्ते गुणकर्मणां चर्चा वेलायाम् अपि च विशेषचर्चावेलायां विप्रतिपत्तिर्नास्ति, स एव तर्कः अत्रापि अङ्गीकार्यः इति। सत्यम्। अस्तु, शिल्पा भगिनी अग्रे पठति वा? आम्। उदाहरणेन विशेषपदार्थवर्णम् एतत् साधनाय साम्प्रदायिकाः एवमाहुः। एकः पाषाणः खण्डितः तयोः शकलयोः ख एवं ख इति संज्ञा कृता। ततः ख शकलस्य द्वे शकले साधिते तयोः क्रमेण घ एवं घ इति संज्ञे कृते तयोरपि शकलं गृहीत्वा तस्य द्वे शकले तयोरपि शकलम् एकमादय द्वे शकले इति शकलपरम्परा विधशकलपरन्तरा कुत्रचित् स्थगनीया कोर्तः एकं तादृशं शकलं स्वीकर्तव्यं यस्य पुनः शकलं न भवति। तच्चरं शकलमेव परमाणुः इत्युच्यते। अस्मिन् परिच्छेदे परमाणुः इत्युक्ते किम् इति उक्तमस्ति। परमाणुः साक्षात् अनुवादः मास्तु, परमाणुः इत्यपि कश्चन पदार्थः, तत् किम् इति उक्तमस्ति। अस्तु, इदानीं शिल्पा भगिनी किम् अवगतवती इति वदतु किञ्चित्। सम्यक्तेन अवगतवती, पुनः एवं चिन्तयामि। एतत् चित्रमस्ति, तत्र त्रीणि पाषाणाः सन्ति। पाषाणः संज्ञः अस्ति, तर्हि एकसंज्ञः ग ख कपाषाणः, तस्य द्वयोः क पाषणे सन्ति, एवं छ ग पार्श्वने सन्ति स्तः त थ च पार्श्वने स्तः. पृथक् पृथक् पाषणः द्वे द्वौ वर्णौ स्तः. पृथक् वर्णः केवलम् एकस्मिन् पाषणे अस्ति. तर्हि ग क पाषणे एव अस्ति, ग च पाषणे नास्ति. एवम् अस्तु. इदानीम् एकः पाषाणखण्डः अस्ति, पाषाणः अस्ति क इति. तत् स्वीकृत्य वयं द्विवारं पृथक्करणं कुर्मः, ग एवं घ इति भागद्वयं शुभं. तदनन्तरं ग इति पाषाण क पाषाणस्य ग इति भागं स्वीकृत्य च अपि च छ इति भागद्वयं निर्मितं खण्डनेन. इतोपि एकवारं च इति स्वीकृत्य तस्य अपि खण्डनं कुर्मश्चेत् त अपि च थ इति निर्मितम्. अधुना तदपि स्वीकृत्य त अपि च त पाषाणखण्डं स्वीकृत्य वयम् इतोपि भागद्वयं कुर्मश्चेत् भागद्वयं भवति. भागं कृत्वा कृत्वा कृत्वा अन्ते एकं शकलम् इत्युक्ते एकं खण्डम् अथवा एकं भागं प्राप्नुमः यस्य पुनः शकलीकरणं न कर्तुं शक्नुमः. ओ ओके. सः एव परमाणुः. तत् चरमं शकलमेव, यस्य पुनः खण्डनं न भवति तद् चरमं शकलं परमाणुः. यं कमपि पदार्थं स्वीकृत्य शकलीकरणं कृत्वा कृत्वा कृत्वा अन्ते यद्भागं प्राप्तुमः यस्य पुनः शकलीकरणं भवितुं न अर्हति सः लघुभागः एव परमाणुः इति उच्यते. अवगतं वा? किञ्चित् किमर्थं तैः द्वितीयचित्रे द्वितीयचित्रं न पश्यतु, इदानीं द्वितीयचित्रः भिन्नं चित्रं तत् अस्तु. उपरितने चित्रे एव पश्यतु, का पाषाणस्य ग घ इति भागं, पुनः ग स्वीकृत्य च छ इति भागं, पुनः च स्वीकृत्य त थ इति भागम्. ओ अस्तु. कति वारं तथा कर्तुं शक्नुमः? तादृशं शकलं स्वीकर्तव्यं यस्य पुनः शकलं न भवति तत् चरमं शकलमेव परमाणुः इति उच्यते इति सारांशः एतस्य क्रियायाः. तावदेव. अवगतवती. अग्रे जयन्ती भगिनी पठति वा? अग्रिम प्रश्नाः सन्ति किम् अत्र? न, प्रश्नः नास्ति मम. नास्ति अस्तु. तत्र सम्यकः संज्ञकः पाषाणखण्डः अन्येभ्यः पाषाणखण्डेभ्यः भिन्नः इति वयं ज्ञातुं प्रभवामः. अयं च भेदः लोकसिद्धोऽपि निष्कृष्टतया अनुपदमेव अभावनिरूपणे वक्ष्यते. कुतः तस्य यौ अवयवौ ग घ ताभ्यां क एव उत्पन्नः, अन्यस्य पाषाणखण्डस्य अन्ये अवयवाः न तु गधौ गघौ. किञ्चित् वदति वा भगिनि? वाक्यशः पठित्वा वदतु. तत्र संज्ञकः पाषाणखण्डः अन्येभ्यः पाषाणखण्डेभ्यः भिन्नः इति वयं ज्ञातुं प्रभवामः. अस्तु, क इति खण्डः अन्य क इति संज्ञा अन्य शकलेभ्यः भिन्नः अस्ति इति अर्थः वा? इति अर्थः. तद् वयं ज्ञातुं शक्नुमः कुतः इत्युक्ते कथम् इत्यर्थे. तस्य यौ अवयवौ ग घ ताभ्यां क एव उत्पन्नः. ग घ इति शकलौ कतः उत्पन्नौ खलु? सत्यम्. अन्यस्य परन्तु तत् विपरीतरीत्या दत्तमस्ति. सत्यं यद् भवत्या उक्तं क इत्यस्य खण्डनं कृत्वा ग घौ उत्पन्नौ, किन्तु तस्य मेलनेन क इति खण्डः एव भवति. ग घौ मेलनेन च न भवति, अथवा ग घौ मेलनेन अन्यत् किमपि न भवति. अतः भिन्नः भिन्न अस्ति इति खलु? सत्यं. अन्यस्य पाषाणखण्डस्य अन्ये अवयवाः न तु गघौ. गघौ इत्युक्ते किं भगिनि? संज्ञा एव भगिनि. अत्र ग इति एकः खण्डः, घ इति एकः खण्डः, तद् मिलित्वा गघौ. अस्तु, समासः कृतः तत्र तावदेव. आम् आम्. क इति खण्डस्य भागद्वयं ग घ. अन्य घ वा च इति शकलेभ्यः भिन्नभिन्न शकलाः उत्पन्नः भवन्ति, अतः भिन्न एव सन्ति इति. क पाषाणः अन्येभ्यः भिन्नः एव भवति. आम् आम्. द कान्स्टिट्युयण्ट् एलिमेण्ट्स् आर् डिफ्रेण्ट्. तर्हि क इति भिन्नः पाषाणखण्डः, ख इति भिन्नः पाषाणखण्डः इति दर्शितमस्ति अत्र. अस्तु, अग्रे श्रीकृष्ण पठति वा? अस्तु, एते परस्परं भिन्ना इति वयं ज्ञातुं शक्नुमः. कथं? प्रत्येकम् अवयवभेदेन. तथा च यस्य यस्य अवयवाः वर्तन्ते तस्य तस्य भेदज्ञानम् अवयवभेदेन भवति. परन्तु चरमशकलस्य परमाणोः यस्य अवयवः न वर्तते तस्य तादृशमेव यत् अन्यत् शकलं परमाणुः. तस्य च परस्परं भेदज्ञानं कथं भवेत्? अतः तादृशज्ञानसम्पादनाय कणादमहर्षिणा विशेष इति पदार्थः स्वीकृतः. एते च विशेषाः यावन्तः परमाणवः तावत्सङ्ख्याकाः सन्ति इत्यपि स्वीक्रियते. यथा प्रत्येकम् आत्मनः एकैकं मनः इति मनोनिरूपणे वक्ष्यते. तद् पृ इति किम् इति न जानामि. पृष्ठसङ्ख्या स्यात्, अग्रिमपृष्ठसङ्ख्या. अग्रे पठतु. यथा प्रत्येकम् आत्मनः एकैकं मनः इति मनोनिरूपणे वक्ष्यते, तथा अत्रापि प्रत्येकं परमाणोः विभिन्नः विशेषः. अस्तु, एतावत्पर्यन्तं किञ्चित् बोधयतु. अस्तु, तर्हि गतपरिच्छेदे तु कुत्र भेदं द्रष्टुं शक्नुमः इति, किमर्थं भेदं द्रष्टुं शक्नुमः खण्डयोः द्वयोः इति प्रश्नः आगतः. तस्य समाधानरीत्या यदा वयं द्वौ खण्डौ स्वीकृत्य पुनः प्रथमम् आदिमं खण्डम् आदिमं पाषाणम् आयोजयामः तद्दरा तज्ज्ञानेन वयं भेदं वक्तुं शक्नुमः इति अवगतः. एते परस्परं भिन्नाः इति वयं ज्ञातुं शक्नुमः. कथं? प्रत्येकम् अवयवभेदेन. तर्हि ग घ इति वा छ इति वा तथ इति वा यदपि भागद्वयं कृतम् अस्माभिः, तयोः परस्परभिन्नता ज्ञातुं शक्या, तयोः मध्ये अवयवभेदः यः वर्तते तस्य ज्ञानेन बिकास् आफ् डिफरेन्स् आफ् क्यारेक्टरिस्टिक्स् किन्तु अवयवस्य अवयवस्य किञ्चित् लक्षणं भवति किल तर्हि तथा इति वक्तुम् इष्टवान् इत्युक्ते वन् आफ़् दि पार्ट्स् मे बि पायिण्टि वन् आफ़् द मे बि ब्लण्ट् तथा सत्यं किन्तु अवयवभेदः ख इत्यस्य अवयवौ द्वौ घ अस्तु ताभ्य तयोः मेलनेन ख इति पाषाणः भवति च तयोः मेलनेन ग भवति तत्र एते परस्परं भिन्ना इति वयं ज्ञातुं शक्नुमः तर्हि तत्र एते इति तयोः वर्णनं कृतम् अन्यस्य अस्तु तर्हि एते परस्परं भिन्नाः क घ च एते परस्परभिन्नाः इति अस्तु ज्ञातुं कथं गघयोः मध्ये यः भेदः वर्तते तेन इति न किन्तु गघयोः मेलनात् क निर्माणं भवति किल तस्मात् इति अभिप्रायः स्यात् तथा च यस्य यस्य अवयवाः वर्तन्ते तस्य तस्य भेदज्ञानम् अवयवभेदेन भवति यत्र यत्र अवयवान् रचयितुं शक्नुमः तत्र तत्र अवयवमेलनेन यः कोऽपि जनकपाषाणः भवति तद्भेदज्ञानात् तदवयवभेदात् भेदज्ञानं भवति परन्तु चरमशकलस्य परमाणोः यस्य अवयवः न वर्तते तादृशम् एव यत् अन्यत् शकलं परमाणुः तस्य च परस्परं भेदज्ञानं कथं भवेत् भूयो भूयो भूयो भूयो छेदनेन यः अन्तिमः परमाणुः जायते चरमशकलः यः जायते यत् यः कोऽपि पाषाणः वयं स्वीकुर्मः प्रारम्भे तं पाषाणं स्वीकृत्य अन्ततो यः परमाणुः अवशिष्यते तयोः तेषु परमाणेषु परमाणुषु भेदः न ज्ञातुं शक्यते किमर्थं ज्ञातुं न शक्यते तेषाम् अनवयवत्वात् अवयवः नास्ति परमाणुषु अवयवाः न सन्ति तदर्थं परमाणुषु कथं भेदं ज्ञातुं शक्नुयाम इति प्रश्नः भेदं ज्ञातुं कथं शक्नुयाम इति अतः तादृशज्ञानसम्पादनाय भेदज्ञानसम्पादनाय तादृश इत्युक्ते परस्परभेदज्ञानसम्पादनाय कणादिमहर्षिणा विशेष इति पदार्थः स्वीकृतः एते च विशेषाः यावन्तः परमाणवः तावत्सङ्ख्याकाः सन्ति इत्यपि स्वीक्रियते तर्हि परमाणूनां या सङ्ख्या भवति सा एव सङ्ख्या विशेषाणामपि भवति इति विषयः स्थापितः सत्यं परमाणूनां सङ्ख्या का तत्तु प्रथमे भागे एव नित्यद्रवृत्तयो विशेषास्तु अनन्ता एव इति तत्रैव निरूपितम् अस्तु तर्हि अत्र पदार्थ विशेषानन्त्यस्य वर्णनं यथा प्रत्येकम् आत्मनः एकैकं मनः इति मनोनिरूपणे वक्ष्यते तथा अत्रापि प्रत्येकं परमाणोः विभिन्नः विशेषः अग्रे कुत्रचित् आत्मनः विषये प्रत्येकस्य आत्मनः एकैकं मनः भवति इति विवक्षा स्यात् तर्हि तत्रैव अत्रापि परमाणुरीत्या एकैकस्य परमाणोः भिन्नभिन्नविशेषः भवति अग्निपरमाणूनाम् अपि च पाषाणपरमाणूनां मध्ये वैशिष्ट्यं विशेषः अपि भिन्नः एव अस्तु भगिनी अहं सम्यक्तया न अवगतवती अस्तु इदानीं भगिनी क इति पाषाणखण्डः अस्ति ग घ इति द्वे शकले कृते ग इति पाषाणखण्डं स्वीकृत्य छ इति द्वे शकले कृते ग क अपि च ग मध्ये वयं भेदं साधयितुं शक्नुमः किल. अस्तु, क पाषाणखण्डस्य ग घौ इति भागद्वयं, ग पाषाणखण्डस्य च छौ इति भागद्वयम् इति दृष्ट्वा क पाषाणः भिन्नः, ग पाषाणः भिन्नः इति भेदं स्थापयितुं शक्नुमः. भेदं कथं स्थापय किमर्थं स्थापयितुं शक्नुमः? बिकास् आफ् द पार्ट्स्. पार्ट्स् इत्युक्ते अवयवाः. ग ग ग घ मिलित्वा क पाषाणखण्डः एव निर्मितः भवति, न तु ग पाषाणखण्डः. च छ मिलित्वा ग पाषाणखण्डः एव निर्मितः भवति, न तु च पाषाणखण्डः. अवयव अवयवभेदात् एते परस्परं भिन्नाः इति वयं ज्ञातुं शक्नुमः खलु. किन्तु वयं खण्डनं कृत्वा कृत्वा कृत्वा परमाणुस्तरे गच्छामश्चेत् तत्र अवयवाः एव न सन्ति. परमाणु इस् द स्मालेस्ट् डिविसिबल् एलिमेण्ट्, स्मालेस्ट् डिविसिबल् पार्टिकल्. तत्र अवयवाः न सन्ति इत्युक्ते इट् हेज़् नो पार्ट्स् खलु. वितौट् पार्ट्स् हौ वुड् यु एस्टाब्लिश् वितौट् अमाङ्ग् द परमाणुस्? All paramanus are like indivisible, no parts, no avayavaha. Without avayavaha, how would you establish a difference between one paramanu and the other? Satyam. Atra, tadrusham eva yat anyat shakalam paramanuhu. Yasya avayavaha na vartate, tasya cha parasparam bheda jnanam khatam bhavet. Iti prashnaha. यदहम् इदानीम् उक्तवती आङ्ग्लभाषायां, सः एव प्रश्नः अत्र पृष्टः अस्ति. अतः तादृशज्ञानसम्पादनाय कणादमहर्षिणा विशेषः विशेष इति पदार्थः स्वीकृतः. अस्तु, तै परमाणुः अस्ति किन्तु परमाणोः distinguish kartum anya asanya karoti sanyam karoti aham na avagatvati. Na paramanu hu ityasya khandanam eva kartum na shaknumaha. Hello. Paramanushu paashana khandeshu ga gha iti bhagah vartate. अथवा अन्यत् किमपि स्वीकरोतु, घटं वा पटं वा अन्यत् किमपि स्वीकरोतु, तस्य पृथक् पृथक् कृत्वा अवयवाः निर्मातुं शक्नुमः खलु. किन्तु परमाणुः इति तादृशः पदार्थः अस्ति यस्य पुनः शकलीकरणम् अथवा खण्डनं न भवितुमर्हति. परमाणुषु अवयवाः न सन्ति इति अर्थः. एवम् चिन्तयतु, तत्र विल् टेक् डैमण्ड्, विल् टेक् ग्राफैट्, बोत् आफ् दोस् आर् कार्बन् काम्पौण्ड्स्. आङ्ग्लभाषायां वदामि, क्षम्यतां, तत्र स्पष्टता जायेत. सो विल् टेक् कार्बन् विच् इस् C60, इट्स् काट् 60 एटम्स् आफ़् कार्बन् मेक्स् डैमण्ड् एण्ड् अबौट् 28 एटम्स् आफ़् कार्बन् मेक् ग्राफैट्. As you are making it, as you are breaking diamond into parts and as you are breaking graphite into parts, you can still tell apart carbon from graphite. But once you actually get to the level of elemental carbon, you really cannot say whether the carbon in graphite was different from the carbon in diamond, because you've come down to the bare minimum elemental level of carbon, which is just that single atom of carbon. Okay, that's spashtam. Astu, that single atom of carbon, among the single atom of carbons, without no parts in it, without which can't be further divided, how would you establish differences? And to establish difference, we have a padartha called vishesha. We consider vishesha to be existing in every single carbon atom. Avagatam? Kinchit. So in the case of a carbon atom, In the case of a carbon atom, its vishesha is going to be its electronic configuration, because you say carbon has 12 atoms. Similarly, if you begin dividing hydrogen or something else, you know, you begin dividing some other thing, you'll end up with probably a different vishesha. You'll end up with hydrogen as the elemental atom. So the vishesha of hydrogen will be its electronic configuration, which is just two electrons, or whatever it is. अत्र अत्र चित्रे पश्यतु, चित्रं पश्यतु भगिनि, च इति परमाणुः अस्ति, यस्य पुनः खण्डनं न भवति. च इति परमाणोः त इति विशेषः अस्ति, कश्चन विशेषः, समथिङ्ग् दट् यूनिक्लि डिफैन्स् च परमाणुः. अपि च छ इति परमाणुः अस्ति, तस्मिन् थ इति विशेषः. थ इति विशेषः यूनिक्लि डिफैन्स् च परमाणुः. इदानीम् अवगच्छामि. अवगच्छति वा? अस्तु. अन्येषां प्रश्नाः सन्ति किं? नीता भगिनी, शिल्पा भगिनी, माला भगिनी, जयन्ती भगिनी, प्रश्नाः सन्ति वा? न. अस्तु. परमाणुः इत्युक्ते यस्य खण्डनं पुनः न भवितुम् अर्हति. परमाणुः निरावयवि इत्युक्ते तस्य अवयवाः न सन्ति. यतोहि अवयवाः न सन्ति, परमाणुषु भेदज्ञापनाय विशेषः इति पदार्थः स्वीकृतः. स च विशेषः परमाणुवत् एव अनन्तः अस्ति. अनन्तः इत्युक्ते इन्फैनैट् इन् नम्बर्. अनन्ताः परमाणवः सन्ति. प्रत्यस्मिन् परमाणौ एकः विशेषः वर्तते. तदर्थं विशेषः अपि अनन्तः. विशेषः तदर्थमेव अत्र उक्तमस्ति, नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ताः एव इति. अवगतं किम्? अनन्ताः तर्हि किं किम् अनन्तं, कः अनन्तः अस्ति? विशेषः अनन्ताः. अवगतं? आम्. अस्तु. अग्रे माला भगिनी पठति वा? परमाणुः छ परमाणुतः भिन्नः. कुतः? स विशेषस्य स एव आशयः, न तु छ परमाणुः. एवं विपरीतमपि ज्ञातव्यम्. इदम् अवगतं वा भगिनि? आम्. वदतु किञ्चित्. च परमाणुः च परमाणुतः भिन्नः कथं वयं एस्टाब्लिश् कर्तुं शक्नुमः? स च परमाणु स विशेषः एव भवति, अन्यविशेषः न भवति. यथा छ परमाणोः थ विशेषः एव भवति, त विशेषः न भवति इति वयं ज्ञातुं शक्नुमः. तर्हि परमाणुषु परस्परभेदज्ञापनाय विशेषः इति पदार्थः अस्ति इति अवगन्तव्यं सर्वैः. अस्तु, अग्रे पठतु भगिनि. तथा च विशेषस्वीकारेण परमाणूनां परस्परभेदज्ञानं वयं सम्पादयितुं प्रभवामः. तथा च विशेष तत्र न किमपि अस्ति. एवमेव यद् मया उक्तं, विशेषस्वीकारेण विशेषः इति पदार्थः स्वीकृतः चेत् परमाणूनां परस्परभेदज्ञानं वयं सम्पादयितुम् अथवा साधयितुं प्रभवामः. यथा अवयवो नास्ति, तथैव आकाशादिद्रव्याणाम् अपि अवयवाः न सन्ति. अतः परस्परभेदज्ञानाय आकाशाद् आवपि विशेषापेक्षा वर्तते. परमाणुः नित्यः, आकाशादयश्च नित्याः इति सर्वेषु नित्येषु द्रव्येषु विशेषः सिद्ध्यति इति एतत् सर्वम् अभिसन्धायोक्तं नित्यद्रव्यवृत्तयो विशेषाः अनन्ताः परमाणवः नित्यद्रव्याणि च तावन्तः विशेषाः इति तेषाम् अनन्त्यमपि सिद्ध्यति सिद्ध्यति. इदानीं वाक्यशः पठित्वा वदतु किम् अवगतम् इति. यथा वयं परमाणोः अवयवः न कर्तुं शक्नुमः तथा प्रकाशः इति द्रव्यम् अपि यानाम् अपि अवयवः अवयवाः न सन्ति. अतः परस्परभेदज्ञानाय इदम् अवगतं वा? परमाणोः अवयवः नास्ति. परमाणोः अवयवः नास्ति तथा आकाशादपि अवयवाः न सन्ति. आकाशः आकाशादि द्रव्याणामपि. आकाशः इति एकः द्रव्यः द्रव्यगणे अस्ति आकाशः. तस्यापि अवयवः न सन्ति. आम् आकाशः सः एकः एव पूर्णतया. अस्तु अग्रे. अतः परस्परभेदज्ञानाय आकाशादावपि विशेषापेक्षा वर्तते. आकाशस्य अपि विशेषापेक्षा वर्तते. आकाशादि तेषामपि विशेषापेक्षा वर्तते. विशेषापेक्षा इत्युक्ते विशेषस्य अपेक्षा. यथा परमाणुषु भेदज्ञापनाय विशेषः इत्यस्य अपेक्षा आसीत्. किमर्थं? परमाणुः निरवयवः निरवयवी आसीत् खलु. परमाणोः अवयवः नास्ति. तदर्थं परमाणुषु भेदज्ञापनाय विशेषः इति पदार्थः आवश्यकः आसीत्. तथा एव आकाशः अपि. आकाशादौ भेदज्ञापनाय विशेषस्य अपेक्षा वर्तते इति अर्थः. परमाणुः नित्यः आकाशादयश्च नित्याः इति सर्वेषु नित्येषु द्रव्येषु विशेषः सिद्ध्यति. अवगतं वा? न. परमाणुः आकाशात् कुतश्चित् ध्वनिः आगता अस्ति. येन वदन्ति म्यूट् मध्ये स्थापयन्तु कृपया. अस्तु. परमाणुः नित्यः यस्य नित्यः इति इत्युक्ते यस्य नाशः न भवति. सत्यं. यस्य नाशः न भवति नित्यः. तथा आकाशः अपि नित्यः नित्याः इति एव. सत्यं भगिनी. अत्र आकाशः नित्यः इति अस्ति. आकाशस्य खण्डनं कर्तुं न शक्यते. आकाशः परमाणुः वा? आकाशः परमाणु नास्ति. आकाशः नित्यद्रव्यं. किमर्थं वयं नवद्रव्याणि दृष्टवन्तः खलु पूर्वेव अस्मिन् पाठे? पृथिवी, जलं, तेजः, वायुः, आकाशः, कालः, दिक्, आत्मा, मनः इति. तेषु पृथिवी, जलं, तेजः, वायुः अनित्यानि द्रव्याणि इति. अनित्यानि इत्युक्ते अस्य नाशः भवितुम् अर्हति. इत्युक्ते घटं स्वीकरोतु, तस्मिन् पृथ्वीत्वं भवति, तस्य नाशः अपि भवितुमर्हति. अनित्यानि द्रव्याणि. किन्तु आकाशः, कालः, दिक्, आत्मा, मनः एते नित्यानि द्रव्याणि. परमाणुवत् परमाणुः वर्तते एव, तस्य नाशः न कदापि भवितुम् अर्हति खलु. तथा आकाशः अपि नित्यः, नित्यद्रव्यम्. अपि च आकाशस्यापि अवयवः नास्ति. अस्तु तर्हि किम् उक्तवती आसीत् भगिनी, माला भगिनी? सर्वेषु नित्येषु द्रव्येषु विशेषः सिद्ध्यति इति एतत् आयोक्तं नित्यद्रव्यवृत्तयोः विशेषाः. इदानीं जानन्ति, अवगन्तुं शक्नुवन्ति वा किमर्थम् आदौ नित्यद्रव्यवृत्तयोः विशेषः इति उक्तमासीत् इति? विशेषाः नित्यद्रव्येषु वर्तते. परमाणुः इति अपि नित्यद्रव्यं, तस्मिन् वर्तते. आकाशः नित्यद्रव्यं, तस्मिन् वर्तते विशेषः. तदर्थं नित्यद्रव्यवृत्तयोः विशेषाः. तत्र पूर्वस्मिन् पदे एतत् सर्वम् अभिसन्धायोक्तम् इत्युक्ते? एतत् सर्वम् अभिसन्धाय उक्तम्. अभिसन्धाय इत्युक्ते? अभिसन्धाय इत्युक्ते कन्सिडर्ड् इति चिन्तयामि. एतत् सर्वम् अभिसन्धाय उक्तं नित्यद्रव्यवृत्तयोः विशेषाः इति. अवगतं वा? अभिसन्धाय इत्युक्ते रिकन्सैल्ड् विषयाः सन्ति किल, तर्हि तयोः मध्ये समन्वयकरणं यत् क्रियते. कोऽपि बहिः अस्ति वा अथवा कार् वाहनं चालयन् अस्ति वा कोऽपि? अस्तु, अग्रे पठतु भगिनि. माला भगिनि? आम्. अनन्ताः? अनन्ताः परमाणवः इत्युक्ते परमाणुः अनन्ताः, नित्यद्रव्याणि अपि परमाणवः अनन्ताः. तावन्तः विशेषाः इति तेषाम् अनन्त्यमपि सिद्ध्यति, यतोहि अनन्तेषु परमाणुषु वर्तते विशेषाः. तदर्थं विशेषाणामपि अनन्त्यम्, अनन्तत्वं सिद्ध्यति. तदर्थमेव उक्तवन्तः नित्यद्रव्यवृत्तयोः विशेषास्तु अनन्ता एव इति. एवं there is some disturbance which came up all of a sudden. Danin nasti. Yeah. Api mute kritam. Yeah. Idanim nasti kalu. Astu. Agre Nita bagini patati va. Prashnaha santi va? Visheshasya vishaye. एकः सन्देहः नित्यद्रव्यवृत्तय, अस्य सन्देहस्य अहं प्रायः समाधानं जानामि एव, तथापि प्रस्तौमि. नित्यद्रव्यवृत्तयः विशेषाः इति, तत्र तस्मिन् वचने, निर्वचने नित्यद्रव्यवृत्तिः इति विशेषस्य विशेषणं वा? सत्यं, नित्यद्रव्यवृत्तयः, नित्यद्रव्यवृत्ति. तत्र सन्देहार्थम् अवकाशो वर्तते. कुत इत्युक्ते नित्यद्रव्यवृत्तिः एव विशेषाः भवन्ति इति मन्यामहे चेत् अनित्यद्रव्येषु अपि विशेषस्य अस्तित्वं भवति किल, विशेषस्य वृत्तिः भवति अनित्यद्रव्येषु अपि. इदानीम् अहम् उक्तवती पृथ्वी इति अनित्यद्रव्यं, तस्मिन् विशेषः विशेषत्वेन किमर्थं भवितव्यम् इति भवान् एव वदतु. प्रश्नः नावगतः. न यदि अस्माभिः स्वीकर्तं यद् एतत् स्वीकर्तं चेत् परमाणुषु यस्य अवयवाः न सन्ति तस्य भेदज्ञापनार्थमेव विशेषस्य आवश्यकता अस्ति इति. अपि च तादृशाः पदार्थाः के? आकाशः, कालदिक्, आत्मा, मनः, यस्य अवयवाः न सन्ति. अपि च ते च नित्यानि अपि. किन्तु अनित्यानि यदि वयं पश्यामः, पृथ्वी वा जलं वा तेजः वा किमपि पश्यामश्चेत् ते नाशः भवितुम् अर्हति. अस्तु, सः स्पष्टः विषयः एव. तर्हि भवत्याः तेषां भागाः भवन्ति भेदज्ञापनाय खलु? सत्यमेव, किन्तु कमपि पदार्थं पदार्थः इति न वदामि, किमपि वस्तु स्वीकुर्मः, इदानीं पाषाणः इत्येव स्वीकरोतु. तत्र पाषाणे तु अनित्यत्वं वर्तते, किन्तु मुहुर्मुहुः तस्य छेदनेन वा भेदनेन वा अस्माभिः पाषाणपरमाणुः लभ्यते. सत्यं, पाषाणपरमाणुः न, परमाणुः लभ्यते. परमाणुः लभ्यते, किन्तु तत्र पाषाणात् आगतः परमाणुः इति अभिप्रायेण परमाणुः यः कोऽपि वर्तते पाषाणसम्बन्धिपरमाणु एव, परमाणुरेव, न तु अग्निसम्बन्धिपरमाणुः. अस्तु, तर्हि पाषाणपरमाणुः इति तस्मिन् अर्थे उक्तं मया. इदानीं पाषाणपरमाणुः अनित्यवस्तुतः आगतः. सत्यं, किन्तु परमाणुस्तरे सः परमाणुः अनित्यमस्ति वा नित्यमस्ति वा? परमाणुस्तरे वदामि. न, परमाणुस्तरे परमाणुः नित्यं स्यात् अनित्यं स्यात् तत्तु भिन्नः विषयः. इदानीं पाषाण एव अनित्यम् इति, अनित्यवस्तु इति तु वयं मन्यामहे एव किल. तर्हि अनित्यवस्तुनः पाषाणस्य परमाणुः नित्यं भवति वा अनित्यं भवति वा? परमाणुः नित्यं भवति. तत्र कथम् इति शङ्का वर्तते. अनित्यवस्तुनः न, परमाणुः बै डेफिनेशन् इस् नित्य. परमाणुः अनन्ताः नित्यद्रव्याणि च, यथा आकाशः नित्य, कालः नित्य, दिक्, आत्मा, मनः नित्य, तथा परमाणवः नित्य. ते परमाणवः अग्रे मिलित्वा तेन किं भवितुमर्हति, सः भिन्नः विषयः. परमाणुना मेलनेन अनित्यानि द्रव्याणि साधयितुं शक्यम्, किन्तु परमाणुस्तरे परमाणवः नित्यद्रव्याणि. अस्तु, तदङ्गीकृतं. तत्र भेदः नास्ति. एतद् पृथ्वी परमाणु, एतद् घटपरमाणु इति भेदः नास्ति. परमाणुः निरवयवी, तस्य विशेषः अपि अस्ति. स्यात् तथा, किन्तु अत्र नित्यद्रव्यवृत्ति इति परमाणोः विषये, विशेषस्य विषये उक्तमस्ति किल. तत्र नित्यद्रव्यवृत्ति इति किमर्थं नित्यद्रव्यवृत्ति एव भवितव्यः परमाणुः, न अनित्यद्रव्यवृत्तिः अपि परमाणुः भवति भवितुम् अर्हति किल? नित्यद्रव्यवृत्तिविशेषः वा परमाणु वा, किं पृच्छति भवान्? नित्यद्रव्यवृत्तिः इति विशेषस्य कृते विशेषणः वा? नित्यद्रव्यवृत्ति इति विशेषस्य विशेषणः. विशेषस्य विशेषणः. तर्हि ततः एव मम सन्देहः जातः. किमर्थमित्युक्ते अनित्यद्रव्यवृत्तिः अपि, इदानीं पाषाणः तु अनित्यद्रव्यः, अनित्यद्रव्यं, किन्तु परमाणुः पाषाणः रचितः कथञ्चित्. इदानीम् एकनिमिषः, भवतः प्रश्नः अस्ति परमाणौ विशेषः अस्ति वा न वा इति. आम् अस्ति. परमाणुतः निर्मितः पदार्थे इत्युक्ते पृथ्वी वा अथवा पाषाणे वा विशेषः अस्ति वा इति पृच्छति चेत् न, तथा नास्ति. न, सः मम प्रश्नः नास्ति. मम प्रश्नः अस्ति, परमाणुतः रचितः यः पदार्थः वर्तते, पदार्थः इति वदामि यत् वस्तु वर्तते, परमाणुतः रचितः, विशेषतः रचितः, विशेषतः परमाणुतः रचितः यत् वस्तु रचितं, यत् वस्तु वर्तते, तत् वस्तु तु अनित्यमपि भवितुम् अर्हति. यथा पृथिवी, घटः, पटः, किमपि भवतु, तर्हि तत्र अनित्यद्रव्यवृत्तिः, तत्र नित्यद्रव्यवृत्तिः विशेषः इति उक्तं किल, तत्र किमर्थं नित्यद्रव्यवृत्तिः इति उक्तं, तस्य वचनेन अलं किं भवितुम् अर्हति इति मम प्रश्नः. तत्र का विप्रतिपत्तिः जायते इति, इदानीं नित्य इति न स्थापयामश्चेत् केवलं द्रव्यवृत्तिः विशेषः अथवा द्रव्यवृत्तयः विशेषाः तु अनन्ताः एव इति वदामश्चेत् का विप्रतिपत्तिः जायेत इति प्रश्नः. अस्माकं विशेषः इत्यस्य परिभाषायाः स्वीकरणे एव उक्तमस्ति ये निरवयवी अस्ति तस्मिन् एव विशेषः वर्तते. इदानीम् अनित्यद्रव्यं स्वीकरोतु, अस्तु, घटः इति स्वीकरोतु, घटः निरवयवी नास्ति. अग्रे वक्ष्यते कुलालः कपालद्वयं कपालद्वयस्य संयोजनेन घटः निर्मीयते इति कुलालेन. तत्र कोऽपि संशयः नास्ति. नित्यद्रव्यवृत्ति इति विशेषः, विशेषस्य वर्णनं कृतम्. तत्र नित्यद्रव्यवृत्ति अस्तु, अनन्तरे चर्चां कुर्मः अन्येषां कृते. एकं करोतु, ग्रूप् मध्ये प्रश्नं स्थापयतु कृपया, प्रायः अन्ये अपि आगत्य तस्य उत्तरं दातुं शक्नुवन्तः. अस्तु, अग्रे नीता भगिनी पठति वा समवायसाधनप्रकारः. आम्, समवायसाधनप्रकारः द्रव्यादित्रिकं निरूप्य सामान्यविशेषौ निरूपितौ, ततः समवायं निरूपयति. समवायस्त्वेक एव अस्ति. इत्थं हि समवायसाधन आहुः. कस्यचित् पुरुषस्य हस्तौ स्वस्थानस्थितौ स्तः, ततः पुरुषस्य नमस्कारे च भवति. ततः हस्तयोः क्रियया तयोः संयोगः उत्पद्यते. एवं च पूर्वं विविक्तौ भिन्नस्थानस्थितौ हस्तौ संयुक्तौ भवतः. अवगतं वा भगिनि? किञ्चित् प्रारम्भतः पठतु, यदवगतं वदतु. इत्थं हि समवायसाधनमाहुः. प्रथमवाक्यमस्ति, तत्र न किमपि द्रव्यगुणकर्म निरूप्य सामान्यविशेषौ निरूपितौ, इत्युक्ते सामान्य इत्यस्य आधारेण सामान्यं सम्यक् न शृणोमि. शृणोति वा इदानीम्? आम् आम्. द्रव्यादित्रिकम् इत्युक्ते द्रव्यगुणकर्म इत्यस्य निरूपणेन तेषु त्रिषु सामान्यं वर्तते इत्यस्य निरूपणेन सामान्यम् इत्युक्ते किम् इति साधितं. तथा एव नित्यद्रव्येषु विशेषः वर्तते इत्यस्य निरूपणेन विशेषः इत्युक्ते किम् इति साधितमस्ति. इदानीं समवायं निरूपयति इति उक्त्वा समवायः तु एकः एव इति. अग्रे वदतु, इत्थं हि समवायसाधनमाहुः. इत्थं हि समवाय साधनमाहुः कस्यचित् पुरुषस्य हस्तौ स्वस्थानस्थितौ स्तः कस्यचित् पुरुषस्य हस्तौ स्वस्थानस्थितौ स्तः ततः पुरुषस्य नमस्कारेच्छा भवति. इत्युक्ते एकः पुरुषः नमस्कारं कर्तुम् इच्छति. नमस्कारकरणात् पूर्वं तस्य हस्तौ स्वस्थाने स्तः खलु. पृथक् अस्ति, अनन्तरं संयोगः भवति. सत्यं, नमस्कारात् अनन्तरं हस्तयोः वदतु. ततः हस्तयोः क्रियया तयोः संयोगः भवति. इत्युक्ते नमस्कारं कर्तुम् इच्छति द्वितीयकार्यम्, अनन्तरं पृथक् अपि भवितुम् अर्हति. एवं च पूर्वं विविक्तौ भिन्नस्थानस्थितौ हस्तौ संयुक्तौ भवतः. भिन्नस्थानस्थितौ हस्तौ पूर्वं भिन्नस्थाने स्थितौ आस्ताम् हस्तौ. नमस्कारकरणात् पूर्वं भिन्नस्थाने स्थितौ आस्ताम् खलु. वामहस्तः वामभागे, दक्षिणहस्तः दक्षिणभागे भवति नमस्कारात् पूर्वं. किन्तु नमस्कारक्रियया नमस्कारकरणेन भिन्नस्थानस्थितौ हस्तौ संयुक्तौ भवतः. दे कम् टुगेदर् इति अर्थः. विविक्तौ इत्युक्ते वियोगः. सत्यम्. ओ अस्तु. संयुक्तम् इत्युक्ते संयोगः. सत्यम्. पूर्वं विविक्तौ, इदानीं नमस्कारेण संयुक्तौ. अवगच्छति वा एतत्? संयोगः इत्युक्ते किम् इत्यस्य दर्शनार्थमेव अस्ति अत्र. अग्रे पठतु भगिनी, जयन्ती भगिनी पठतु. जयन्ती भगिनी अस्ति वा? नमस्ते. हलो हलो हलो तस्याः सम्पर्कः कर्तितः भावयामि. किम् अभवत्? हलो, शिक्षायाः सम्पर्कः कर्तितः इति भावयामि. नमस्ते. रक्षा अस्मि अस्मि. इदानीं जयन्ती भगिनी पठति वा? क्षम्यतां पुनः. सा अत्र नास्ति इति अहं मन्ये. अस्तु, अग्रे तर्हि माला भगिनी एव पठतु. परन्तु घटोत्पत्तिर्यत्र भवति तत्र कपालद्वयसंयोगानन्तरम् एवं कदाचित् भवेत् वा यत् घटः अन्यत्र स्थितः कपालः अन्यत्र, ततः कपालद्वयसंयोगानन्तरम् उभयोरपि सम्बन्धः. परन्तु घटोत्पत्तिर्यत्र भवति घट उत्पत्ति यत्र भवति तत्र कपालद्वयसंयोगानन्तरं अस्तु. कपाल इत्युक्ते अधोभागे अस्ति कपालः, घटस्य अवयवः. तस्य अन्येन कपालेन संयोगे सति घटः उत्पद्यते. कपालः घटस्य एकः भागः तावदेव. इत्युक्ते पाटर्स् भवन्ति खलु कुलालाः, ते भागद्वयं पृथक् पृथक् भागद्वयं भवति, तस्य स्थापनानन्तरमेव घटनिर्माणं कुर्वन्ति. अस्तु, यथा पूर्वं हस्तौ स्वस्थानौ आस्तां खलु, नमस्कारकरणेन एव एकस्मिन् स्थाने आगत्य नमस्कारम् अभवत्. इदानीं नूतनः प्रश्नः अस्ति, परन्तु घटोत्पत्ति यत्र भवति तत्र कपालसंयोगानन्तरम् एवं कदाचित् भवेत् वा यत् घटः अन्यत्र स्थितः, कपालः अन्यत्र. अवगतं वा? इत्युक्ते घटस्य निर्माणानन्तरं एवं तु न भवति यत् कपालः अन्यत्र भवति, घटः अन्यत्र भवति. कपालघटः एकस्मिन् स्थाने एव भवेताम् खलु. कपाल एकत्र घटः अन्यत्र तथा तु न भवति. अग्रे पठतु. घटस्य तद्रूपस्यापि च एवमेव चिन्तनीयम्. किं घटं विहाय अन्यत्र आश्रयं विना स्थितं रूपं घटेन सह सम्बन्धम् इति सम्भाव्यते. बिलस्य मुखे सर्पः वर्तते, तस्य प्रसर्पणरूपा क्रिया तु किञ्चित् अग्रे चलिता इति सम्भाव्यते. एकस्मिन् हृदे घटः पतितः, घटः हृदतलं गतः, घटत्वं तु जलोपरि तरति इति दृष्टं वा केनचित्. अवगतं वा प्रश्नाः? अवगताः वा? अहं पठामि. घटस्य रूपस्य च एवमेव चिन्तनं. घटं भवति, घटत्वं भवति किल. अस्तु, घटत्वम् अन्यत्र भवितुं शक्नोति वा, घटः अन्यत्र भवितुं शक्नोति वा? न. इदानीं बिलः अस्ति, बिलः इत्युक्ते स्नेक्स् होल्. बिले सर्पः अस्ति, सर्पः सरति, किन्तु सर्पस्य प्रसर्पणक्रिया यदस्ति सर्पेण विना भवितुमर्हति वा? न. तर्हि एकस्मिन् हृदे, हृदे इत्युक्ते पाण्ड् मध्ये, पाण्ड् और् लेक्. एकस्मिन् हृदे घटः पतितः भवति, घटः हृदतलं गतः भवति इति भवति वा कदाचित्? न भवति. न भवति. एतयोः परस्परसम्बन्धः सर्वदा वर्तते, एकत्र एव वर्तते च खलु. यथा हस्तयोः सम्बन्धः नमस्कारकरणेन एव आगतं. नमस्कारानन्तरं हस्तौ स्वस्थानौ गतौ खलु. वामहस्तः वामस्थाने, दक्षिणहस्तः दक्षिणस्थाने गतः. किन्तु घटः घटत्वं पृथक्तया न गन्तुं शक्नोति, एकत्रैव भवन्ति. सर्पप्रसर्पणम् एकत्रैव भवन्ति, पृथक्तया कदाचिदपि न भवितुं शक्नुवन्ति, शक्नुतः इति अर्थः अत्र. अवगतं वा? अग्रे पठतु. सर्वेषां प्रश्नानां न इत्येव समाधानम्. अतः घटस्य कपालं विहाय, रूपस्य घटं विहाय, प्रसर्पणस्य सर्पं विहाय, घटत्वस्य घटं विहाय. सर्वेषां प्रश्नानां न इत्येव, उपरितनानां प्रश्नानां सर्वेषाम् इत्युक्ते घटः अन्यत्र, कपालद्वयम् अन्यत्र भवितुम् अर्हति वा इत्यस्य प्रश्नस्य, अथवा घटस्य रूपस्य पृथक्तया भवितुं शक्यं किम् इति प्रश्नस्य सर्वेषां प्रश्नानाम् उत्तरं न इति एव भवति. कदाचिदपि अदर्शनात् नूनं तेषां सम्बन्धः न संयोगः. कुतः? पूर्वमप्राप्तयोः विविक्तयोः या प्राप्तिः सा संयोग इत्युच्यते. किमवगतम्? भवती एव वदतु कृपया. अस्तु, पूर्वम् अप्राप्तयोः विविक्तयोः या प्राप्तिः इत्युक्ते पूर्वम् अप्राप्तयोः हस्तौ, पूर्वम् अप्राप्तौ अपि च विवक्तौ. पूर्वम् अप्राप्तौ इत्युक्ते परस्पर तयोः प्राप्तिः नासीत्, पूर्वं विवक्तौ आस्ताम्, इदानीम् एकत्र आगत्य तेषां संयोगः अभवत् इति अर्थः. किन्तु घटः घटत्वं, घटस्य घटः तस्य रूपं, सर्पप्रसर्पणं पूर्वं विवक्तौ न आस्तां किल, सर्वदा एकत्र एव आस्ताम्, न कदापि विवक्तौ. तर्हि तेषां सम्बन्धः एव समवायः इति उच्यते. अवगतं वा? अवगतम्. नीता भगिनी, शिल्पा भगिनी, समवायः. तर्हि एकत्र एव भवितुं पुनः न वियोगः भवति. शिल्पा भगिनी अवगतं किम्? आम् आम् अवगतवती. तस्य एकत्र एव अस्ति, तस्य पृथक् पृथक् कर्तुं न शक्नोमि. घटः घटत्वं घटे अस्ति, कदा विभागः न कर्तुं शक्नोति तत्र. कदाचिदपि विभक्तौ भवितुं न अर्हतः, घटे घटत्वं, सर्पे प्रसर्पणम् इत्यादयः, तयोर्मध्ये यः सम्बन्धः अस्ति सः सम्बन्धः एव समवायः. विभक्तयोः मध्ये यः सम्बन्धः अस्ति तेषाम् एकत्र प्राप्त्यानन्तरं यः सम्बन्धः भवति तत् संयोगः, सः संयोगः इत्युच्यते. पुनः पूर्वं यौ विभक्तौ आस्ताम् तयोः एकत्र प्राप्त्यानन्तरं यः संयोगः, यः सम्बन्धः भवति सः सम्बन्धः संयोगः. किन्तु यौ विभक्तौ एव भवितुं न अर्हतः, न कदापि भवितुम् अर्हतः तदा तथा, तयोः मध्ये यः सम्बन्धः भवति सः सम्बन्धः समवायः. संयोगः इति वदामश्चेत् हस्तौ चिन्तयतु, नमस्कारानन्तरम् एव एकत्र आगन्तुं शक्नुवन्ति. समवायः इति वदामश्चेत् घट घटत्वम् इति चिन्तयतु, सर्वदा एकत्रैव भवन्ति उभौ अपि. तर्हि घटत्वं घटात् कदा न स्वीकर्तुं शक्नोति, पृथक् न भवितुम् अर्हति घटात् घटत्वं, न कदापि पृथक् भवितुम् अर्हति. अवगच्छामि. अवगच्छति वा? यत्र यत्र घटो भवति तत्र तत्र घटत्वं भवति, यत्र यत्र घटत्वं भवति तत्र तत्र घटो भवति, यदा यदा यत्र यत्र, यदा यदा यत्र यत्र समवायसम्बन्धे. तर्हि अवयव अवयविनोः मध्ये, गुणगुणिनोः मध्ये, तादृश अस्तु अग्रे नीता भगिनी पठति वा सः सम्बन्धः एव समवायः अवयवयविनोः गुणगुणिनोः क्रियाक्रियावतोः अवयवयविनोः गुण गुणिनोः क्रियाक्रियावतोः जातिव्यक्तयोः विशेषनित्यद्रव्ययोः च अयमेव समवायसम्बन्धः इदानीं चित्रे पश्यतु चित्रं वदतु एकवारम् अतः संयोगं विहाय अन्यः कश्चित् सम्बन्धः एतेषां स्वीकार्यः इति उक्त्वा चित्रम् अस्ति खलु चित्रे किम् अस्ति इति वदतु भगिनि द्रव्यं गुणः क्रिया सामान्यं विशेषः पदार्थाः सन्ति उपरि न एरो मार्क् अस्ति खलु आम् द्रव्यं द्रव्ये अस्ति विपरीतरीत्या दर्शितव्यमासीत् द्रव्ये गुणः अस्ति द्रव्ये गुणः अस्ति द्रव्ये क्रिया अस्ति द्रव्यगुणकर्मणोः सामान्यमस्ति नित्यद्रव्यं विशेषः एतेषां कीदृशः सम्बन्धः संयोगः वा समवायः वा इति प्रश्नः नीता भगिनी अस्ति वा आमामाम् अस्मि अहं चिन्तनं करोमि यद्वाक्यं भवत्या पठितम् अवयवावयविनोः गुणगुणिनोः द्रव्ये गुणः वर्तते खलु तर्हि द्रव्यमस्ति गुणि यस्मिन् गुणः अस्ति सः गुणि तर्हि गुणगुणिनोः गुणस्य द्रव्यस्य च द्रव्यः अस्ति गुणि गुणस्य गुणिनः च सम्बन्धः समवायः अवगतं वा पुनः तद् वाक्यं वदतु भगिनि गुणगुणिनोः अयमेव समवायसम्बन्धः इति वाक्ये दत्तमस्ति इत्युक्ते द्रव्यम् इति गुणि अस्ति यस्मिन् गुणः अस्ति सः गुणि अस्तु तर्हि गुणस्य गुणिनः च समवायसम्बन्धः द्रव्ये क्रिया अपि अस्ति तर्हि द्रव्यं क्रियावत् अस्ति तर्हि क्रियायाः क्रियवतः च समवायसम्बन्धः पृथक्तया न भवितुम् अर्हतः अतः समवायः समवायः जातिव्यक्त्योः इत्युक्ते घटादिव्यक्तिः जातिमति घटत्वादिजातिः घट इति एका व्यक्ति इति कृत्वा सा च व्यक्ति जातिमती अस्ति तर्हि जातिमती घटादिव्यक्तिः तस्मिन् घटत्वादिजातिः वर्तते तर्हि तयोः सम्बन्धः समवायसम्बन्धः जातिव्यक्तयोः समवायसम्बन्धः उपरितने चित्रे द्रव्यगुणवत् रूपादिगुणाः गुणवत् अस्ति द्रव्यं अस्तु, यस्मिन् गुणः अस्ति सः गुणवत्, तद्गुणवत् द्रव्यं गुणवत्, तस्मिन् रूपादिगुणाः सन्ति. तर्हि गुणवत् द्रव्यस्य रूपादिगुणानां च तथा एव समवायसम्बन्धः. द्रव्यम् एकत्र भवतु, गुणः तस्य रूपः अन्यत्र भवतु इति न कदापि भवति, तदर्थं द्रव्यं गुणवत् रूपादिगुणाः यद्द्रव्ये वर्तन्ते तेषां समवायसम्बन्धः. द्रव्यं क्रियावत् उत्क्षेपणादिक्रियायाः अपि समवायसम्बन्धः. घटाद्यवयवनः कपालाद्यवयवाः अनयोर्मध्ये अपि समवायसम्बन्धः. कपालद्वयम् अन्यत्र, घटम् अन्यत्र, घटः अन्यत्र भवितुं न शक्नोति. घटः अवयवी अस्ति, यस्य अवयवः अस्ति कपालद्वयं. तर्हि कपालद्वयावयवाः अपि च घटाद्यवयविनः अयमेव समवायसम्बन्धः. तदर्थमेव अवयवावयविनोः समवायसम्बन्धः इति उक्तम्. अवगतं वा? अवगतम् अवगतम्. तत्र सर्वैः बहु प्रयस्यते अवयव अवयविनोः इति विभक्तुमपि शक्यते. ससन्धिशब्दमेव वक्तव्यम् सुलभं सुलभम् अस्ति. अवयव अवयविनोः. तत् अनन्तरमस्ति तत्र आश्रयाणाम् आधेयानां च नानात्वेपि लाघवत् अयं समवाय एक एव इति स्वीक्रियते. यथा वयं दृष्टवन्तः द्रव्यगुणे तत्र आश्रय आधेयसम्बन्धः अस्ति. द्रव्यं विना गुणः गुणद्रव्य एकत्रैव, यथा श्रीकृष्णमहोदय उक्तवान् यदा यदा यत्र यत्र वर्तेते तदर्थं तेषां समवायसम्बन्धः इति उच्यते. अवगतं वा? आम् अवगतम्. प्रश्नाः सन्ति? सम्यक्तया अवगतवती. क्षम्यताम्. अस्तु, किं न अवगतं भगिनि? शिल्पा भगिनि, समये समवायः. अस्तु, संयोगः इत्युक्ते कः, समवायः इत्युक्ते कः इति अवगच्छति वा? समवायः न, संयोगः इत्युक्ते, संयोगः इत्युक्ते आङ्ग्लभाषायामेव वदतु. संयोगः जोयिनिङ्ग् ओर् टुगेदर्. समवायः समथिङ्ग् दट् हेस् पार्ट्स्. समवायः समथिङ्ग् दट् केनाट् एक्सिस्ट् इण्डिपेण्डेण्ट्लि एट् आल्, लैक् घट अण्ड् घटत्वम्. अवगतं वा इदानीम्? इदानीं, धन्यवादः. It's a difference between a mixture and a compound. I'm sorry for bringing in chemistry again, but it's a difference between mixture and a compound. For instance, if you add salt and sugar, it mixes, but there is some mechanism in which you can separate them out. But if you add salt into milk and you stir it well enough, then you can never separate If you add sugar into milk, then there's no way of separating sugar into milk. So that is samavaya. When two things mix, when you put rice and dal, you can somehow, you know, pick one out from the other and then recreate the two groups which created the mixture. That is sanyoga. When you cannot recreate the constituents that went into the mixture, from the mixture, that becomes samavaya. Then what is avayavaha, avayavanoho? Avayavin. इत्युक्ते यस्मिन् अवयवः अस्ति. अवगच्छति वा? यस्मिन् अवयवः अस्ति. लैक् अ पाट्, इट् हेज़् अवयवः. वाट् इस् इट्स् अवयवः? इट् इस् कपालद्वयम्. अवयवः आर् द पार्ट्स् अण्ड् द पाट् हेज़् अपार्ट् अपाट् इत्युक्ते घटः. इट् हेज़् अ पार्ट् काल्ड् कपाल अण्ड् कपाल बिकम्स् पार्ट्स् अवयवः. अवगतं भगिनि? अवगतम्. अवयविन् अवयविनोः तत्र अवयनोः तत्र न अवगतवती. तद् षष्टि अस्ति, षष्टि द्विवचनम् अवयव अवयविनोः. ओ तदेव. ओ अवयवस्य अवयव अवयविनः समवायसम्बन्धः, गुणस्य गुणिनः समवायसम्बन्धः इति. अवगतं वा? आम्. तर्हि संयोगः इत्युक्ते किं, समवायः इत्युक्ते किम्, अनयोर्मध्ये यः भेदः अस्ति तद् सम्यक्तया अवगतं चेत् पर्याप्तम् अस्मिन् विभागे. तर्हि सर्वे अवगच्छन्ति किं संयोगः इत्युक्ते किं, समवाय? अस्तु तर्हि अग्रे पठामः. का पठति? माला भगिनी पठति वा? अस्तु. लाघवगौरवस्वरूपं, लाघवं नाम विचारसौकर्यम्. एवं चिन्तयामः, कश्चित् आपणं गन्तुं प्रवृत्तः. तस्य माता तं प्रति अवदत्, गुडं तण्डुलान् चाहर. सः आम् इत्युक्त्वा निर्गतः. तदैव तस्य भार्या समागत्याः शर्करां शाकं सर्षपान् विद्युद्दीपं पुस्तिकां पेटिकाम्. अलम् अलम् अलं न प्रभवामि इमानि सर्वाणि बुद्धौ स्थापयितुम्. अतः सर्वं विलिख्य देहि इति सः भार्यां प्रति अब्रवीत्. अत्र लिखितमस्ति आपणं गन्तुं माता वदति गुडं तण्डुलम् आनयतु. तदा सः आम् इति उक्त्वा निर्गतः. तदा तस्य भार्या उक्तवती एतदपि आनयतु, शर्करां शाकां सर्षपान् इत्यादीनि. तदा सः वदति इमानि सर्वाणि मम बुद्धौ स्थापयितुं न शक्नोमि, अतः लिखित्वा ददातु. ददातु. बुद्धेः अपि सीमा भवति खलु, यावत् स्थापयितुं शक्नुमः यावत् न इति. द्वे वस्तु वस्तूनि सन्ति ते द्वे वस्तूनि स्थापयितुं शक्नुमः, परन्तु बहूनि वस्तूनि सन्ति चेत् न स्थापितुं शक्नुमः. अग्रे पठतु भगिनि. अत्र पश्यतु, पूर्वं मात्रा द्वयम् एव उक्तं तदा अङ्गीकृत्य प्रवृत्तः तद् आहरणाय. ततः भार्यया पञ्चशाः पदार्थाः उक्ताः तदा निर्वाय भाषणात् निवार्यभाषणात् विलिख्य देहीति भक्ति. को हेतुः? विचारे धारणे वा सौकर्यम्. द्वित्राणां बुद्धौ स्थापने क्लेशः न भवति, अनेकेषां स्थापने भवति. इदमेव विचारसौकर्यं लाघवमित्युच्यते. तद् विपरीतम् असौकर्यं गौरवम् इति उच्यते. लाघवं गौरवम् इत्युक्ते किम् इत्यस्य एव निरूपणं दत्तवन्तः. वदतु किञ्चित् भगिनि, यत् पठितं भवत्या तद् प्रतिपादयतु. तावदेव. द्वयं यदा द्वयं वक्तुं न, यदा माता द्वयं वस्तूनि आनेतुं वदति तदा तस्य क्लेशः न भवति. यदा बहूनि वस्तूनि उक्तवती तदा तस्य क्लेशः भवति. इदमेव विचारसौकर्यं यदा बुद्धौ स्थापयितुं शक्नुमः तदा लाघवम् इति उच्यते. विपरीतम् असौकर्यं यदा भवति तदा गौरवम् इति उच्यते. अवगतं वा सीता भगिनी सर्वैः? न, प्रथमं द्वे वस्तु स्तः खलु, यदा माता उक्तवती शर्करा आनयतु, किम् अन्यत् किं तण्डुलम् आनयतु इति उक्तवती, तदा द्वे वस्तु स्तः तद् बुद्धौ स्थापयित्वा आपणं गत्वा आनेतुं शक्नोति सः खलु? खलु. तर्हि यदा द्वे वस्तु आसां तदा विचारसौकर्यम् आसीत्. वस्तूनां सूची अपि लघ्वी आसीत्, तदर्थं लाघवम् इत्युच्यते. किन्तु तद्विपरीतं यदा भार्या उक्तवती शर्करा आनयतु, शाकं, सशर्पान्, विद्युद्दीपम्, अन्यत् किमपि आनयतु इति उक्तवती, तदा सूची बृहति, तदा बुद्धौ स्थापयितुम् असौकर्यम् आसीत् खलु. तदेव असौकर्यं गौरवम् इति उच्यते. लाघवम् इत्युक्ते बुद्धौ स्थापयितुं सौकर्यं लाघवं, बुद्धौ स्थापयितुम् असौकर्यं गौरवम्. सो गौरवम् इत्युक्ते असौकर्यम्? असौकर्यं, सत्यम्. अवगतं वा? अपि सौकर्यम् अस्ति चेत् लाघवं लाघवम् अस्तु. अस्तु, माला भगिनी समापयतु. किमर्थं तस्य प्रस्तावः अत्र जातः इति अग्रे लिखितमस्ति. तथा च आश्रयाणाम् आधेयानां च अनेकत्वेन समवायस्यापि अनेकत्वस्वीकारे गौरवम् इति लाघवाय विचारसौकर्याय एक एव समयाः समवायः इति अङ्गीक्रियते. अवगतं वा? न. तथा च पूर्वस्मिन् पुटे पश्यति चेत् द्रव्यगुणयोः मध्ये समवायसम्बन्धः अस्ति. अस्तु, क्रियावद्द्रव्यम् अपि च क्रिया तयोः मध्ये अपि समवायसम्बन्धः अस्ति. समवायः इत्युक्ते यत् पृथक् पृथक् न भवितुमेव अर्हतः, तयोर्मध्ये समवायः. अपि च द्रव्यगुणकर्मसु सामान्यम् इति अस्ति, तेषां मध्ये अपि समवायसम्बन्धः. द्रव्यसामान्य अनयोः मध्ये समवायसम्बन्धः, गुणसामान्य अनयोः मध्ये समवायसम्बन्धः, नित्यद्रव्यं विशेषः अनयोर्मध्ये समवायसम्बन्धः आसीत् इति वयं दृष्टवन्तः. तर्हि कति समवायाः सन्ति द्रव्यगुणयोर्मध्ये? अन्यसमवायवः समवायः वा, अथवा द्रव्यक्रियामध्ये अपरः समवायवः समवायः वा इति प्रश्नः कृते, तथा नास्ति. लाघवाय लाघवत्वम् इति मनसि स्थापयित्वा विचारसौकर्याय एक एव समवायः इत्यङ्गीक्रियते. अवगतं वा? समवायसम्बन्धः भिन्नेषु पदार्थेषु वर्तते. अस्तु, गुणगुणिनोः मध्ये, क्रियाक्रियवतोः मध्ये समवायसम्बन्धः वर्तते. किन्तु गुणगुणिनोः मध्ये अन्यः सम्बन्ध समवायः, क्रियाक्रियवतोः मध्ये अपरः समवायः, अथवा विशेषनित्यद्रव्ययोर्मध्ये अपरः समवायः इति न. समवायः इति एकः एव. विचारसौकर्यार्थम् अपि च लाघवार्थं समवायः एकः एव इति अङ्गीक्रियते. अवगतम्. तदर्थम् आदौ एव उक्तं समवायस्तु एक एव इति. सः एकः सम्बन्धः, स च सम्बन्धः भिन्नेषु वस्तुषु भिन्नः भवति इति न. सम्बन्धः सः एकः एव समवायः. अस्तु, इत्युक्ते वयं वदामः खलु बिट्वीन् अ ब्रदर् अण्ड् सिस्टर्, द ब्रदर्लि रिलेशन्शिप्, सर्वेषु ब्रदर्स् अण्ड् सिस्टर्स् मध्ये तथा एव भवति, भिन्नः भिन्नः सम्बन्धः भवति वा तथा न इति अर्थः. तर्हि वर्गे एतावत् पर्यन्तं कृतमासीत्, अग्रे अभावस्य विषये चर्चा भवति. बहु धन्यवादः. बहवः धन्यवादाः. न मम कृते तु न तावान् विलम्बः, अत्र तु एकादशवादनम् इति चिन्तयामि. क्लोस् टु. अस्तु, तर्हि प्रश्नाः न सन्ति चेत् विरमामः तर्हि. धन्यवादः भगिनी, धन्यवादः. शुभरात्रिः.